स्वागतं सर्वेषाम्। अद्यतनन्यायचिन्तनवर्गे स्वागतमस्ति। इदानीम् अस्मिन् मासे, यतोहि द्रोणमहोदय नास्ति, किञ्चित् पुनरवलोकनम् इति चिन्तनम् आसीत्। तस्य मध्ये अद्य विषयः अस्ति अनुमाननिरूपणं। तस्मिन् विषये किञ्चित् पुनरवलोकं कुर्मः। तत्र 79 पुटे। नमस्ते महोदय, लक्ष्मी अस्मि। नमस्ते भगिनि, स्वागतम्। 179 इति तमे पुटे अनुमाननिरूपणमस्ति, अस्ति खलु? तस्मिन् विषये किञ्चित् पुनर् अवगमनम्। तर्हि रामप्रिया भगिनी आरम्भं कर्तुम् इच्छति वा? आं महोदय, किञ्चित् मन्दं गच्छामः, यतोहि समयः अस्ति। 20 यावत् पुटानि सन्ति, पुटाः सन्ति, वर्गः चत्वारः। तर्हि प्रत्येकस्मिन् वर्गे 4 वा 5 पुटान् पठामश्चेत् साधु एव। तर्हि मन्दं, यतोहि सर्वे अवगच्छन्तु सर्वं, प्रतिपदम् अपि च अन्य किमपि सारांशः अपि अवगच्छामः, शैली किमपि अस्ति चेत् तदपि अवगच्छामः। साधु, अस्तु महोदय। अनुमाननिरूपणम्। अनुमिति करणम् अनुमानं, परामर्शजन्यं ज्ञानम् अनुमितिः इति लक्षणवाक्यम् अनुमानस्य विषये। अथ अनुमानं निरूप्यते, निरूपणवाक्यं। संस्कारनिरूपणे पुटसङ्ख्या 24 अधिक 100 एवं ज्ञायमानस्य कारणत्वव्यवस्थापनप्रकरणे विषयोऽयं संक्षेपतः निरूपितः, येन काचन पूर्वालोचना सम्भवति। सम्प्रति विस्तरेण सर्वोऽपि अर्थः निरूप्यते। चैत्रः अनुगच्छति अनुभुङ्क्ते इत्यादि प्रयोगस्थले इदम् अवगच्छामः। आदौ किञ्चित् गमनं भवति, ततः चैत्रः गच्छति। आदौ कश्चित् भुङ्क्ते, ततः चैत्रः भुङ्क्ते। एवञ्च तुल्यक्रियाद्वयं यत्र भवति तत्र अनु इति उपसर्गस्य प्रयोगः भवति इति आगतम्। अत्र अनुमानस्य निरूपणवाक्यमस्ति अनुमिति करणम् अनुमानम् इति। अनुमिति इति ज्ञानं, तस्य करणमस्ति अनुमानम् इति। परामर्शजन्यं ज्ञानम् अनुमितिः इति अपि अस्ति। तत्र वयं पूर्वं संस्कारनिरूपणे एवं ज्ञायमानस्य करणत्वव्यवस्थापनप्रकरणे तत्र पश्यामः पञ्चविंशत्यधिक 100 किम् इति। आम्, तत्र तृतीयचतुर्थपरिच्छेद अनुमित्यादौ, तत्र अस्तु अनुमित्यादौ बोध्येन अवगन्तव्येन पदार्थेन सह इन्द्रियस्य सन्निकर्षः न भवति। तदापि तत्र पदार्थः उपयान्तरेण बुध्यते, यदा शब्दस्थले कश्चित् प्रामाणिकः ब्रवीति नद्याः तीरे वृक्षे बहूनि फलानि सन्ति, श्रोतॄणाम् अस्माकं न नदी न तीरं नापि वृक्षः फलानि वा चक्षुषा सम्बन्धानि, तदापि तद्वाक्यं श्रुत्वा तत्तत् पदस्य अर्थं बुद्ध्वा अस्माकं भवति यथार्थबोधः। प्रमा, नद्यास्तीरे वृक्षे बहूनि फलानि सन्ति इति, अयं शब्दात् जायमानः इति शाब्दबोधः इति उच्यते। तं प्रति च जनकत्वात् शाब्दोऽपि प्रमाणम्। शब्दः अपि प्रमाणम्, शब्दः एव प्रमाणमस्त्र। तत्र अनुमित्यादौ बोध्येन अवगन्तव्येन पदार्थेन सह, यद् पदार्थः अस्ति तया सह, पदार्थेन सह यद् इन्द्रियस्य सन्निकर्षः तु न भवति अनुमिति स्थले, इत्युक्ते प्रत्यक्षप्रमाणं तत्र नास्ति इति. अस्तु, प्रत्यक्षे सन्निकर्षः आवश्यकः खलु, तद् नास्ति, तत् अनुमिति स्थले तद् नास्ति. अनन्तरं यदा वयं नद्याः तीरे वृक्षे बहूनि फलानि सन्ति इति वयं शृणुमः, तत्र शाब्दबोधः जातः. यद्यपि वयं नदी वा तीरं वा वृक्षः वा फलानि तस्य प्रत्यक्षेण तस्य प्रत्यक्षज्ञानं न भवति, तदापि वयं तद् वाक्यं श्रुत्वा वयम् अवगन्तुं शक्नुमः, तत्र प्रमा यथार्थबोधः भवति अस्माकं मनसि. केवलं शब्दश्रवणेन शाब्दबोधो भवति वा? शब्दश्रवणेन इति न, तत्र तद् किम् इति वयं पूर्वमेव तद् जानीमः चेत् तद् किं न्यायमानः पदार्थः इति किमपि वयं पठितवन्तः इति भाति. अत्र अस्ति तथापि तद् वाक्यं श्रुत्वा तत्तत् पदस्य अर्थं बुद्ध्वा, यदि नदी किम् इति न जानामि चेत् नद्याः तीरे किम् अर्थं, किं कः पदस्य अर्थं मया ज्ञातव्यं पूर्वमेव. नदी इति का, वृक्षः इति का, किं कः, फलमिति किं जानामि चेत् अर्थं बुद्ध्वा शब्दबोधो जायते. खलु? आम्, शब्दः एव तत्र प्रमाणम्. तदेव अस्मिन् सन्दर्भे उक्तं किल, संस्कारनिरूपणे एवं न्यायमानस्य कारणत्वव्यवस्थानप्रकरणे व्यवस्थापनप्रकरणे विषयोऽयं संक्षेपतः निरूपितः, संक्षिप्तरूपेण तस्मिन् समये निरूपितः इति. अपि च 125 पेज् तमे अग्रिमपरिच्छेदं कृपया पठतु, तत्र अधिकम् अस्ति अनुमितिविषये. अस्तु, अग्रिम अस्तु. अनुमितिस्थले ज्ञातव्यः पर्वते वह्निः, पर्वते कदाचित् चक्षुसन्निकर्षः स्यात् परन्तु न वह्निः चक्षुः सन्निकृष्टः. पर्वते धूमस्तु अस्माभिः दृश्यते, धूमस्य वह्नेश्च अस्ति कश्चित् विलक्षणसम्बन्धः, येन धूमे सति भवेदेव वह्निः. तादृशसम्बन्धज्ञानं यस्य अस्ति तस्य असन्निकृष्टस्यापि वह्नः ज्ञानं भवति. इदं ज्ञानमेव अनुमितिः इति उच्यते, सा अपि अपरा प्रमा. सा च वह्नि धूमसम्बन्धज्ञानादीनाम् इति तत्सम्बन्धज्ञानम् अनुमानसंज्ञकम् भवति अपरं प्रमाणम्. उपमिति इति अस्ति चतुर्थी प्रमा, तज्जनकं च उपमानं मूलनिरूपणम् एव विस्तरेण निरूपयिष्यते. अस्तु, अस्मिन् स्थले पर्वते वह्निः इति यद् आकारः स्वीकुर्मः, तत्र चक्षुसन्निकर्षः पर्वते स्यात् इत्युक्ते चक्षुषा वयं पर्वतं पश्यामः, परन्तु तत्र वह्निः न वह्निः चक्षुसन्निकृष्टः, परन्तु वयं धूमः तु अस्माभिः यद् धूमः दृश्यते चेत् वयम् अनुमानं कर्तुं शक्नुमः तत्र वह्निः आसीत् इति. आसीत् वा अस्ति? अस्ति अस्ति, सत्यं सत्यम् आसीत्. धूमस्य वह्नेश्च अस्ति कश्चित् विलक्षणसम्बन्धः इति, तत्तु तदेव, धूमे सति भवति एव वह्निः. एतादृशसम्बन्धज्ञानं यस्य अस्ति तस्य असन्निकृष्टस्यापि वह्नेः ज्ञानं भवति, इत्युक्ते यदा वयं वह्निः न पश्यामः चेदपि धूमं दृष्ट्वा वयं ज्ञातुं शक्नुमः तत्र वह्निः आसीत् इति. इदं ज्ञानम् अनुमितिः. मध्ये किम् आगच्छति? धूमं पश्यामः अनुमितिः भवति. तत्र मध्ये किम् अस्ति? मध्ये विलक्षणसम्बन्धः. व्याप्तिविलक्षणसम्बन्धः किं भगिनि? सरला भगिनि, सः सम्बन्धः कोऽपि जानाति चेत् सम्बन्धज्ञानं यस्य अस्ति तस्य वह्नेः ज्ञानं भवति. केवलं धूमं दृष्ट्वा वह्निज्ञानं न भवति. धूमं दृष्ट्वा व्याप्तिज्ञानं वा सम्बन्धज्ञानं यस्य अस्ति तस्याः एव वह्नेः अनुमितिः, खलु? तर्हि मध्ये सम्बन्धस्य ज्ञानम् आवश्यकं, व्याप्तिज्ञानम् आवश्यकं. सैव परामर्शः अग्रे सर्वम् आगच्छति. अत्र किं सारांशरूपेण उक्तं खलु, किं किम् आगच्छति मध्ये इति. साधु अस्ति वा? नो चेत् तत्र इदानीम् अग्रिम 150 किं तत् अस्ति. आवरणे किं लिखितं, पुटसङ्ख्या? आवरणे पुटसङ्ख्या 55 तत्र पश्यतु कृपया. तत्रापि किमपि अस्ति सम्बन्धविषयः अस्ति. न्यायमानस्य सतः कारणता, तदेव किल महोदय? तत्र कुत्र हस्ति, हस्तिपकः वा? तथा हि प्रायः परचितद्वयं तदन्या च कारणता. अस्तु, तदन्या च कारणता सा ज्ञाने सति एव सम्भवति. तथा अन्या च कारणता सा ज्ञाने सति एव सम्भवति. संस्कारनिरूपण अवसरे अनुमित्युत्पादः शाब्दबोधात् पादश्च दर्शितः. पर्वते वह्निः अस्ति परन्तु न ज्ञायते, धूमस्तु दृश्यते, तयोः अस्ति कश्चित् सम्बन्धः व्याप्त्याख्यः. येन पुरुषेण तादृशसम्बन्धः धूमे ज्ञायते तेन एकसम्बन्धी ज्ञानम् अपरसम्बन्धी स्मारकम् इति नियमेन व्याप्तिः स्मर्यते. अस्तु, अत्र धूमे येन पुरुषेण तादृशसम्बन्धः, तादृशसम्बन्धः इत्युक्ते व्याप्तिसम्बन्धः, येन पुरुषेण ज्ञायते तत्र धूमेन एकसम्बन्धी ज्ञानम् अपरसम्बन्धी स्मारकम्, वह्निस्मारकं किल? व्याप्तिस्मारकम् इति नियमेन व्याप्तिः स्मर्यते. इत्युक्ते धूमं पश्यति, पूर्वं सः जानाति यत्र यत्र वह्निः तत्र धूमः इति जानाति. तर्हि धूमं दृष्ट्वा नियमेन, ओहो धूमसम्बन्धः किमपि अस्ति, व्याप्तिः अस्ति इति सा स्मरति. व्याप्तिस्मरणं भवति, तेन अनुमितिः परामर्श अनुमितिः इति क्रमेण जायते, खलु? अग्रे अग्रे अग्रे प्रश्नः अस्ति वा? साधु अस्ति वा? न न, साधु महोदय. तथा कश्चित् पुरुषः हस्तिनं हस्तिपकं च उद्याने पश्यति, ततः अन्यदा उद्याने गतः सन् हस्तिपकमेव पश्यति. द्वौ सम्बन्धिनौ हस्ति हस्तिपकौ, तयोः एकं हस्तिपकं सः अद्राक्षीत्. तेन एकसम्बन्धिनः दर्शनेन अपरसम्बन्धिनः हस्तिनः स्मरणं तस्य उत्पद्यते. एवमेव अनुमानस्थले अपि धूमः एकसम्बन्धी अपरस्तु वह्निसम्बन्धः व्याप्तिरूपः तत्र दृष्टान्ते गजस्य स्मरणवत् इह धूमदर्शनेन वह्निव्याप्तिरूपसम्बन्धस्य स्मरणं भवति ततः परं परामर्शाख्यं ज्ञानम् उत्पद्यते यस्य तत्त्व अनुमानप्रकरणे निरूपयिष्यामः परामर्शोत्तरं च वह्निः वह्नेः अनुमिति उत्पद्यते अस्तु अत्र यदा वयं हस्तिपकम् उद्याने एकः पुरुषः पश्यति अन्यदा यदा सः उद्यानं गच्छति तत्र हस्तिपकमेव सः पश्यति चेत् हस्तिपकमेव पश्यति तदा तस्य मनसि हस्तिनस्य हस्तिनः स्मारकं मनसि उत्पद्यते खलु तदस्ति खलु बहुवारं पश्यति चेत् रामं लक्ष्मणं समानं पश्यामः एकस्मिन् केवलं रामं पश्यामः चेत् ओ लक्ष्मणः कुत्र अस्ति इति स्मरणम् आगच्छति खलु साधु प्रश्नः अस्ति वा लक्ष्मी भगिनी सरला भगिनी न महोदय महोदय अपि 157 पेज् तत्र विद्यमानज्ञायमानज्ञानम् अपि कुत्र भगिनि 157 परिच्छेद तृतीयपरिच्छेद तद् पठामः समापयतु कृपया भगिनि आम् तत्र दृष्टान्ते गजस्य स्मरणवत् इह धूमदर्शनेन इदानीं यदा वयं धूमं पश्यामः तत्र वह्निव्याप्तिरूपसम्बन्धस्य अस्माकं स्मरणं भवति तादृशमेव यदा हस्ति अस्तिपकं तादृशमेव धूमं पश्यामः चेत् वह्निव्याप्तिरूपसम्बन्धस्य स्मरणं भवति ततः परमेव स्मरणात् परमेव परामर्शः इति ज्ञानम् उत्पद्यते यस्य तत्त्वानुमानप्रकरणे इत्युक्ते अग्रे तस्य निरूपयिष्यामः अनुमानप्रकरणे यद् इदानीं वयं पठामः तदेव परामर्शोत्तरं किं भवति इत्युक्ते अनुमितिः उत्पद्यते प्रथमं स्मरणम् अनन्तरं परामर्शः परामर्शात् अनन्तरम् अनुमितिः अपि च सरला भगिन्या उक्तं 157 तमे पुटे तृतीयपरिच्छेद पठतु अत्र हि 157 तत्र तृतीयपरिच्छेदः परिच्छेदं पठतु अत्र हि न पर्वते 157 एव किल एतत् आम् तत्र हि कुत्र अत्र प्रतिबन्धक प्रतिबन्धकस्य अत्र हि 157 पर्वते विद्यमानः धूमः बोधकः किन्तु ज्ञायमान एव आकाशे विद्यमानमेव घटपदं न बोधकं किन्तु ज्ञायमानम् एव नापि हस्तिपकः उद्याने विद्यमानः हस्तिस्मारकः कीदृशतर्हि ज्ञायमानः इयं या कारणता स एव ज्ञायमानस्य सतः कारणता इति उच्यते वैज्ञानिककारणता इति अपि शक्नुमः वक्तुम् अत्र न पर्वते विद्यमानः धूमः बोधकः अस्तु पर्वते यद् धूमः विद्यते स बोधकः न किन्तु ज्ञायमानः एव तस्मात् वयं जानीमः एव यथा आकाशे विद्यमानम् एव घटपदं न बोधकम् अस्तु आकाशे घटपदं किन्तु ज्ञायमानम् एव न बोधयति वयं जानीमः इति एव किल केवलम् आकाशे शब्दः अस्ति घटः घटः इति तर्हि अस्तु तर्हि किं तत्र खलु तद् न बोधयति, परन्तु कटपदं तद् न बोधयति, परन्तु वयं जानीमः एव ज्ञायमानः एव तद् कटः इति. हस्तिपक नापि हस्तिपकः उद्याने विद्यमानः हस्तिस्मारकः. अस्तु, यदा हस्तिपकः उद्याने विद्यमानः सन् तद् हस्तिस्मारकः न, परन्तु ज्ञायमानः. वयं हस्तिपकः जानीमः, तदेव सः एव अस्माकं स्मारकः भवति हस्तिनः विषये. या कारणता स एव ज्ञायमानस्य सतः कारणता इति उच्यते. एतदेव ज्ञायमानस्य सतः कारणता इति तस्य नाम. अग्रे अनन्तरं वैज्ञानिककारणता इति अपि तस्य नाम वक्तुं शक्नुमः. अत्र पश्यतु, हस्तिपकं पश्यति प्रथमवारं. यः पूर्वं हस्तिनं हस्तिपकं च न दृष्टवान्, समानं न दृष्टवान्, सम्बन्धः न जानाति, सः हस्तिपकं पश्यति चेत् तस्य मनसि हस्तिनः स्मरणं भवति वा? न भवति खलु. सः सम्बन्धः न जानाति, केवलं हस्तिपकं दृष्ट्वा एव स्मरणं न भवति. यः जानाति, यस्य ज्ञायमानः अस्ति, ओहो सम्बन्धः अस्ति, तथा हस्तिपकं दृष्ट्वा ओ कुत्र अस्ति इति तस्य प्रश्नः, तस्य मनसि स्मरणात्मकप्रश्नः उदेति. तर्हि ज्ञायमानः अत्र कारणता न केवलं विद्यमानः, ज्ञानेन अस्ति चेत् तस्य कारणता न भवति, केवलं विद्यमानेन न कारणता, ज्ञायमानं भूत्वा कारणता. सरला भगिनी, अन्य किं वक्तुमिच्छति वा? न महोदय, प्राचीनमस्ति खलु तत् ज्ञानम्, अया ज्ञायमानस्य स्मारकं भवति ज्ञायमानपदम्. हस्तिपकस्य ज्ञानं भवति चेत्, सम्बन्धस्य ज्ञानं भवति चेत् हस्तिस्मारकं भवति खलु. यदि इदानीं वयं पठामः, क्रिया एव तस्य ज्ञानं नास्ति, किन्तु यदि ज्ञानं भवति, क्रिया रूपस्य ज्ञानं भवति, ज्ञानोत्तरं ज्ञानं तत् एतस्य परिच्छेदस्य महिमा आगच्छति तत्र. यथा यः व्याप्तिज्ञानं न जानाति, वह्निधूमयोः सम्बन्धं न जानाति, सः धूमं दृष्ट्वा अपि किमपि न अग्रे किमपि न चिन्तयति खलु. द्रोणमहोदय उक्तवान् लिङ्गम् अस्ति, यथा व्याप्ति ज्ञानं लिङ्गं भवति, धूमलिङ्गं भवति, कः कस्य इम्पोर्टेन्स् अस्ति. सो हेतु तदा वयं लिङ्गं वदामः यदा तस्य हेतु व्याप्तेः स्मारकं भवति, बोधकं भवति, तदा तत् हेतु लिङ्गं भवितुं शक्नोति, तत् धूमलिङ्गं भवति तदा. हेतु एव खलु, लिङ्गहेतु समानम् लिङ्गपदं. रामप्रिया भगिनी, लक्ष्मी भगिनी, प्रश्नः अस्ति वा? स्पष्टमस्ति वा? स्पष्टं अस्तु. अग्रे तर्हि रामप्रिया भगिनी समापयतु कृपया मूलपरिच्छेदं. मूलपरिच्छेदं तत्र विषयोऽयं संक्षिप्तेन निरूपितः तत्र. येन काचन पूर्वालोचना सम्पत्ति, सम्प्रति विस्तरेण सर्वोऽपि अर्थः निरूप्यते. इदानीं वयं विस्तरेण तस्मिन् विषये पश्यामः अनुमानविषये इति. चैत्रः अनुगच्छति अनुभुङ्क्ते इति प्रयोगस्थले इदम् अवगच्छामः. अत्र उदाहरणद्वयमस्ति, चैत्रः अनुगच्छति, चैत्रः अनुभुङ्क्ते. प्रथम उदाहरणे प्रथमं आदौ किञ्चित् गमनं भवति, अनन्तरं सः चैत्रः गच्छति, अतः एव अनुगच्छति इति आगच्छति. तादृशमेव आदौ कोऽपि भुङ्क्ते, अनन्तरं चैत्रः भुङ्क्ते इति कारणात् तत्र अनुभुङ्क्ते. तादृशमेव तुल्यक्रियाद्वयं, गच्छति अनुगच्छति, गच्छति गच्छति, तुल्यक्रियाद्वयं यत्र भवति तत्र अनु इति उपसर्गस्य प्रयोगः भवति इति वयम् अवगन्तुं शक्नुमः. प्रश्नः अस्ति वा? अन्यत् किमपि वक्तव्यम्? नो चेत् सरला भगिनी अग्रे पठति वा? प्रकृते अस्तु, प्रकृते अस्ति अनुमान इति शब्दः, तत्र अस्ति भागत्रयम् अनु योग मा योग अन. अत्र मा इत्यस्य धातुः ज्ञानम् अर्थ इति प्रमाणलक्षणस्थले उक्तमेव, तथा च अनुगच्छति इत्यादौ पश्चात् जायमानं गमनम् इति यथा बोध, तथैव अनुयोग मा इत्यनेन पश्चात् जायमानं ज्ञानम् इति लभ्यते. तत्पूर्वं च ज्ञानरूपा क्रिया एव भवेत् इत्यपि गमनदृष्टान्तेन सिद्ध्यति. तेन ज्ञानोत्तरतरं जायमानं ज्ञानम् इति अर्थ अनुमा इति पदेन लभ्यते. इदानीम् अनुमान अस्माकं प्रकृत विषयः अस्ति. अनुमान तस्य विभजनं त्रयो भागः, त्रयः भागः त्रयभागेषु कुर्मः, अनुयोग मा योग अन. अनु इति इदानीं वयं दृष्टवन्तः एका क्रिया उत्तरतरं तुल्यक्रिया यदि भवति तद्भवति अनु. मा इति धातुः अस्ति, तत् धातुः व्याकरणे आगच्छति, द्वादिगणे, अदादिगणे, जुहोत्यादिगणे, तस्य अर्थमस्ति माङ्गने. अदादिगणे भवति माति, जुहोत्यादिगणे भवति मिम्मीते, अर्थम् एकमेव अस्ति मिम्मीते, जुहोत् द्वादिगणे भवति मायते इति. किन्तु महोदय द्रोणमहोदय भवतः स्वादिगणे यत् अस्ति अनु अनुमिनोति वा अनुमिनायम, तस्य अर्थमिति क्रियापदे आगच्छति. व्याकरणे सः उक्तवान् टुमुञ्च् प्रक्षेपणे आगच्छति धातुतः, किन्तु अस्माकम् अर्थ न्यायकायि तस्य अर्थम् अनुयोग मा इति मा तेषाम् अर्थ ज्ञान अस्ति. अत्र ज्ञान इति मीनि अनु यत् इदानीं वयं दृष्टवन्तः विद्यमानक्रियाया अस्ति, तत् केवलं ज्ञानं न बोधयति, ज्ञायमानक्रिया इति भवति. सो यत्र ज्ञायमान उदाहरणं यदि वां धूम ज्ञायमानधूम तस्य इति अन्य ज्ञानमागच्छति, येन पूर्वं द्रष्टं ज्ञायमान धूम किम् अस्ति, यत्र यत्र धूम तत्र तत्र वहनि इति ज्ञायमान धूम इति भवति. सो यः पर्वते धूम पश्यति स तत् धूम भवति पूर्वज्ञायमान धूमस्य स्मारकम्. अतः मा इति अर्थं भवति मीते वा अन्विनोमि इति ज्ञायमानज्ञानम् अत्र लभ्यते मा इति अर्थेन. सो अनु योग मा इति भवति अनुमा ज्ञानोत्तरतं ज्ञायमानज्ञान तस्य अर्थं भवति. पूर्वज्ञानमान ज्ञानस्य अनन्तरं यः ज्ञानम् आगच्छति, यथा पूर्वं व्याप्तिज्ञानम् अस्माकम् अस्ति तदनन्तरं परमार्शज्ञानं यदि आगच्छति तत् भवति अनुमा. अनुमा तस्य अन्यपदं यदि अनुमिति समान अर्थः भवति. अनुमा इति अनुमिति इति एकमेव अस्ति. अत्र मुख्यविषयः अस्ति ज्ञानोत्तरं जायमानं ज्ञानम् इत्युक्ते अनुमितेः पूर्वं किमपि ज्ञानं भवेत्, ज्ञानात् ज्ञानम् अनुमा, न तु प्रत्यक्षात् ज्ञानं, न्यायात् ज्ञानात् ज्ञानम् इति अस्ति. अस्मिन् परिचये प्रश्नः अस्ति वा? स्पष्टम्? अग्रे सरला भगिनी, तस्याः च अस्तु. तस्याः च अनुमायाः कारणबोधनाय करणार्थक अन्नप्रत्ययः व्याकरणेन विहितः, अतः अन्न इत्यस्य करणम् इत्यर्थः. दर्शितरीत्या करणम् इत्यस्य असाधारणकारणम् इति अर्थः. तथा च अनु इति उपसर्ग, मा इति धातु, अन्न इति प्रत्ययः. एते त्रिभिः मिलित्वा ज्ञानोत्तरं जायमानस्य ज्ञानस्य असाधारणकारणम् इति अर्थः फलति. कार्यकारणभावनिरूपणावसरे अभिहितमेव अस्माभिः यत् कार्याधिकरणे प्रथमं निकषं, द्वितीयनिकष कार्योत्पत्तिपूर्वक्षणे तृतीयनिकषम् आसीत् सर्वदा विद्यमानं कारणम् इति. एवं सति ज्ञानोत्तरतरं जायमानं ज्ञानम् अनुमा इति कथने अनुमायाः पूर्वं ज्ञानम् अस्ति इति आगतं. तदेव च अनुमायाः असाधारणं कारणम् अपि भवति. इदम् आदौ चित्रेण अवगच्छामः. इदानीं अनुमानपदस्य व्युत्पत्ति कथं भवति तत् दत्तमस्ति. यदि अनु इति वयं जानीमः उत्तरोत्तरं जायमानक्रिया, किन्तु मा योजनेन उत्तरोत्तरं जायमानज्ञानम् इति अनुमा अस्ति. सो अनुमा योग अन्न अन्नप्रत्यय इति लुटन्तप्रत्यय अस्ति. तस्य शानच् प्रत्यय अपि भवति. शानच् प्रत्ययमिति इदानीं लट् अवस्थायाम् आगच्छति शानच् प्रत्यय. सो इति अन्नप्रत्यययोजनेन व्याकरणरीत्या अनुमान इति व्याकरणे लट् पक्ष तस्य महोदय उक्तवान् शानच् लिट् खलु लिट् लिट् लिट् करणे अधिकरणे भावे च लिट् इति अस्ति खलु. आमां सूत्रं द्वयं भवति. लिट् व्यवस्थायाम् अपि आगच्छति शानच् प्रत्ययः. न केवलं लट् लिट् अपि, यथा स्वरूप महोदय उक्तवान् वर्गे, यथा पुरस्कारं राम पुरस्कार दास्यति तं पश्य तं पश्य अहं पश्यन् पुरस्कारं दास्य राम पश्यन्ति अस्मि. अहं यः राम पुरस्कारं दास्यति तं पश्यन्ति अस्मि. तत्र लिट् लकारे अपि भवति. यः राम अग्रे भविष्यकाले कार्यं करिष्यति तं यदि अहम् इदानीं पश्यामि तत् भवति लिट् सम्बन्धे शानच् वा शत्रश्च उपयोगः. सत्यम्. अत्र किम् उक्तम्? अतः अन अन इत्यस्य करणम् इत्यर्थः. करणम् अधिकरणं भावयति ल्युट् एव खलु ल्युट्. अत्र शानच् नास्ति, भवितुमर्हति, अत्र नास्ति किन्तु अत्र ल्युट्. अस्तु, अत्र ल्युट् प्रत्यन्तः अस्ति, तस्य अर्थं भवति कारणं. सो अनु योग मा योग अन अन इति यत् कारणमस्ति असाधारणकारणम् आगच्छति. असाधारणकारणं यत् साधारणकारणं नास्ति, साधारणं कारणमस्ति यत् समवायि असमवायि निमित्तकारणं नास्ति, तद्भवति असाधारणकारणं. सो अनुमान इति शब्देन ज्ञानोत्तरं जायमानं ज्ञानस्य असाधारणकारं यत् भवति तद्भवति अनुमान शब्दस्य अर्थम्. इदानीम् अनुमान इति कारणं कार्यकारणभाव यदि भवति तस्य त्रयनिकषा वयं जानीमः. कार्यादिकरणे भवेत्, तस्य पूर्वक्षणे भवेत्, सर्वदा भवेत्. सो यदा इदानीं यदि अनुमान पदम् आगच्छति, कार्यादिकरणे अस्माकम् आत्मनि भवति, तस्य पूर्वक्षणे भवेत्. सो वयं जानीमः पूर्वज्ञानम् अस्ति, व्याप्तिज्ञानं, तत् पूर्वं ज्ञानं भवति पूर्वक्षणे. कार्यं भवति इदानीं परामर्शज्ञानं, यथा वयं जानीमः यानि व्याप्तधूम पर्वते इति भवति, तत् भवति तत् कार्यम् अस्ति. सो कार्याधिकरणे कार्योत्पत्ते पूर्वक्षणे सर्वदा विद्यमानकारणम् इति आसीत्. सो इति भवति अनुमानं. यदि वयम् अग्रिमे पृष्ठे तस्य चित्रं पश्यामः, पूर्वजायमानज्ञानं यत् अस्ति व्याप्तिज्ञानं, अनु पश्चात् जायमानज्ञानम् अनुमिति इति अस्ति. यदि धूम दृष्ट्वा व्याप्तिज्ञानस्य बोधकम् स्मारकं भवति, तदि तद् पक्षता धर्मपक्षता अपि आगच्छति, तद् धूम भवति अस्ति, तस्मात् परामर्शज्ञानम् आगच्छति. महिन्दोव्याप्त धूमवान् पर्वत तस्य अनुमा वा अनुमति, तस्य कारणम् अस्ति अनुमानं, तस्य ज्ञानस्य आकारः अस्ति पर्वतो वहिनीमा. इदानीं यः अनुमानम् अस्ति पश्चात् जायमानज्ञानस्य जायमानज्ञानस्य अनुमिति, तस्य ज्ञानस्य कारणं यः अस्ति अनुमानं, तत् कारणं भवति समान एव यः पूर्वजायमानज्ञानम् अस्ति इति अस्ति. कारणेन पूर्ववर्तिना भाव्यम् इति उक्तवान् अनुमानम् इति यत् उक्तं, तत् यच्च पूर्वजायमानं ज्ञानम् इति उक्तं, तद् उभयम् एकमेव अभिन्नम् इति लभ्यते. तत् भिन्नं नास्ति, यत् पूर्वजायमानं ज्ञानमस्ति तदेव तस्य अनुमानम् इति कारणम् आगच्छति. साधु लक्ष्मी भगिनी, नमस्ते भगिनी. आम् महोदय. लक्ष्मी भगिनी स्वशब्दैः वदति वा किमपि सारांशरूपेण? अनुमा इति शब्दः कथं, तस्य अर्थः कः इत्युक्ते, मा इत्युक्ते ज्ञानः, अन इति व्युत्पत्त्यः योजनेन तत्र करणं करणम् इति अर्थः आगच्छति. अनन्तरम् अनु इति उपसर्ग पूर्वकेन अनुपसर्गपूर्वेण यत् ज्ञानं तत् तत् तत् पुनः आगच्छति इत्युक्ते प्रथम एकज्ञानं उत्पद्यते, पश्चात् अन्यज्ञानं अन्यसम्बन्धज्ञानमपि उत्पद्यते. तादृश तत् पश्चात् यत् जायमानं ज्ञानमस्ति तत् तत् अनुमा इति उच्यते. अनुमान इत्युक्ते अनुमानम् इत्युक्ते तत् इति करणं असाधारणकारणम् अनुमायाः असाधारणकारणम् इति व्याकरणरीत्या तदेव कः कः प्रत्ययः योजितः तत्र अनुमा ल्युट् प्रत्ययः आना इति आना खलु आना अना इति ल्युट् प्रत्ययः तत्र यकारस्य स्थाने अना आगच्छति इत्युक्ते ल ट इत्सङ्ख्यकः तत् लोपः भवति यु यु स्थाने अना आगच्छति युवारनाकौ इति सूत्रेण न जानामि साधु अस्तु अनन्तरं अनु इति अनुमा इति अनुमा इति पश्चात् जायमानज्ञानं पश्चात् जायमानज्ञानम् अनुमानः अनुमानम् इत्युक्ते अनुमायाः कारणम् असाधारणकारणम् इति तत्र दत्तम् तत्र सूत्रं पुनः वदति वा किं सूत्रं किम् युवारनाकौ तत्र यु स्थाने अन व स्थाने अकः व इति नुल् प्रत्ययः तेन पाचकः चालकः इत्यादि अस्ति खलु तत् तत्र पच्योगः नुल् प्रत्ययः तत्र पुनः न ल न ल अनुबन्धः इति उच्यते अनुबन्धः इति उच्यते ते तेषां लोपः भवन्ति तत्र व एव भू एव अवशिष्यते भू स्थाने अकः आगच्छति युवानौक सूत्रेण धन्यवादः अस्तु तस्मात् अत्र सूत्रसङ्ख्या 711 धन्यवादः कृपया अग्रे क्षम्यताम् अग्रे अस्तु अग्रे अनु मा अन यत्रीभिः मिलित्वा यत् यत् ज्ञानम् अनन्तरं जायमानज्ञानस्य तथा न वक्तव्यं पुनः वदतु किम् अस्तु अनुमानम् इति तस्य पदस्य अर्थः कः इत्युक्ते अन इति प्रत्ययः मा इति धातुः अनु इति उपसर्गः त्रिभिः मिलित्वा जायमानस्य ज्ञानस्य असाधारणकारणम् इति फलम् इति अर्थः लभ्यते फलति सत्यं यथा अनुमायाः करणम् अनुमायाः असाधारणं कारणम् अनुमानम् इति खलु अग्रे अनन्तरं कार्यकारण भावः कार्यकारणभावः तत्र त्रयः नियमाः सन्ति कारणं कार्यविकारणे भवेत् कार्यस्य पूर्वक्षणमेव भवेत् अपि च सर्वदा तत् कारणं भवेत् इति अस्ति कारणस्य संज्ञा न कारणस्य निकषः आम् रिक्वैर्मेण्ट् इति अहं चिन्तितवती तदेव संस्कृतेन कथं वक्तव्यं निकषः निकषः अस्तु अस्तु ज्ञानो साधारणकारणम् असाधारणकारणम् असाधारणकारणं यत् अस्ति तदेव करणम् इति उच्यते. अत्र अनुमायाः असाधारणकारणम् अनुमानम् तत्र तावदेव. अपि च अग्रिमे पुटे चित्रमस्ति खलु, तत्र किं किं प्रदर्शितं चित्रे? अस्तु, तत्र प्रथमं पूर्वं जायमानं ज्ञानम् अनु उपसर्गः तस्य अर्थः अस्ति पश्चात् अनन्तरम् अनन्तरम् अन्यज्ञानं जायते तस्य तत् अनुमा इति उच्यते. अनुमा इति उच्यते वा अनुमितिः इति उच्यते. तस्य असाधारणकारणम् अस्ति अनुमानम् अनुमायाः वा अनुमितेः असाधारणकारणम् अनुमानम् अनुमा अनुमितिः इति एकप्रकारकः प्रकारकज्ञानं तत् यत् पश्चात् उत्पद्यते. पूर्वम् उत्पद्य ज्ञानात् अनन्तरम् अन्यसम्बन्धः ज्ञानम् अपि उत्पद्यते. तद् अनुमा वा अनुमितेः अनुमिति वा उच्यते. तस्य असाधारणकारणम् अनुमानम् अस्ति. महोदय एकम् अहम् इदानीं पश्यती अस्मि. ध्रुवमहोदय उक्तवान् यावत् पर्यन्तम् अनुमिति न जायते तावत् पर्यन्तम् अनुमानं न आगच्छति. सो अनुमिति पूर्वं ज्ञातं भवति, तदनन्तरम् अनुमानम् आगच्छति. सो अनुमिति इति अस्ति घटितज्ञानं, अनुमानं कारणं भवति घटकज्ञानम्. भगिनि यदि अनुमानं करणमस्ति चेत् कारणमस्ति चेत् कारणं कार्यात् पूर्वं भवेत् खलु? तत् अनुमानं कार्यात् पूर्वं यः पूर्वजायमानं ज्ञानस्य उत्तरोत्तरं ज्ञानम् अस्ति साधु, तत् अस्ति असाधारणकारणं. वयम् अनुमानं कथं कुर्मः? वहनी पर्वतो वहनीमान् यदि अनुमिति तस्य पूर्वम् अस्ति साधु अनुमा परामर्शज्ञानं पूर्वम् अस्ति. अनुमितेः पूर्वं परामर्शः भवेत् खलु? अनुमिति ज्ञानम् एव परामर्शज्ञानम् अस्ति न? परामर्शजन्यं ज्ञानम् अनुमिति, अनुमितेः पूर्वं परामर्शः खलु. परामर्शस्य पूर्वव्याप्तिज्ञानम् अस्ति. परामर्शज्ञान एव अनुमा वा अनुमिति अस्ति? न, परामर्शम् अनुमितिः इति न, परामर्शात् अनन्तरम् अनुमितिः. अहं जानामि अनुमिति एव परामर्शज्ञानम् अस्ति महोदय. अत्र 159 तमे पुटे स्थूलक्षरैः लिखितं खलु परामर्शजन्यं ज्ञानम् अनुमितिः. परामर्शजन्यं चेत् परामर्शः जनकः खलु, परामर्शः पूर्वं भवेत् अनन्तरम् अनुमितिः भवेत्. परामर्शात् जन्यं ज्ञानम् अनुमितिः, परामर्शः अनुमितिः समानं न. परामर्शस्य अनन्तरम् अनुमितिज्ञानम्. अग्रे स्पष्टं भवति, अग्रे पुनः पश्यामः चेत् सम्यक् भवति. तथा अस्ति किन्तु परामर्शः पूर्वं भवति अनन्तरम् अनुमितिः. परामर्शजन्यम् अनुमतिः जन्यम् इत्युक्ते किं? परामर्शजनकः खलु, पिता पूर्वं भवति अनन्तरं पुत्रः खलु, जनकः आरम्भे भवति अनन्तरं कार्यम्. अनुमानस्य आकारः पर्वतवहनीमान् इति साधु? हा सत्यं, पर्वतवहनीमान् इति अनुमा. परामर्श पर्वतः वह्निव्याप्य धूमवान् इति परामर्शज्ञानम्. वर्णिं व्याप्ति धूमवान् इति परामर्शः. परन्तु वह्निमान् इति अनुमितिः, पक्षः साध्यव्याप्य हेतुमान् इति, नो चेत् सामान्यविषये अत्र वह्निव्याप्य धूमवान् तत् परामर्शः. अनन्तरं पर्वतो मन्यमान् साध्यः पक्षः साध्यवान् इति अनुमतिः. पुनः आगच्छतु अग्रे. अस्तु, क्रमेण क्रमेण पक्षं वा. अस्तु लक्ष्मी भगिनी, पक्षस्याध्यहेतुनिरूपणम् अग्रे पठति वा. अस्तु, अथ के अनुमान, अथ के अयम् अनुमानमितिः चक्षुषा आसन् असन्निकृष्टस्यापि वह्नेः वह्निधूमयोः सम्बन्धज्ञानात् पर्वते जायमानं ज्ञानं पर्वतः वह्निमान् इति आकारकम्. अत्र विशेष्यविधया पर्वतः संसर्गः संयोगः वह्निश्च प्रकारविधया भासते. अस्याः अनुमतेः असाधारणकारणं ज्ञानम् अनुमानम् इत्युच्यते. एतत् ज्ञानवर्णनाय आदौ पक्षसाध्यादि पदानाम् अर्थज्ञानम् आवश्यकम्. अतः आदौ तान् अर्थान् चिन्तयामः. अनुमतेः पूर्वम् अज्ञातं यत् अनुमितौ विषयौ भवति तत् साध्यम् इत्युच्यते. यत्र च तादृशं साध्यं सिद्ध्यति तः पक्षः इत्युच्यते. यज्ञानात् च पक्षे साध्यसिद्धिः सः पदार्थः हेतुः इत्युच्यते. प्रकृत उदाहरणे अज्ञातः वह्निः अनुमितिविषयः इति सः साध्यं. स च पर्वते सिद्ध्यति इति पर्वतः पक्षः. पर्वते च धूमज्ञानात् वह्निः सिद्ध्यति इति धूमः हेतुः साधकः वा इत्युच्यते अस्तु, अस्मिन् परिच्छेदे अनुमा इति अनुमितिः इति प्रश्नः पृष्टः. अत्र अस्मिन् उदाहरणे पर्वतः वह्निमान् इति अनुमितेः आकारकं, किन्तु वह्नि साक्षात् चक्षुषा न दृष्टः. कथं वा पर्वतः वह्निमान् इति वक्तुं शक्यते? अत्र विशेष्यः पर्वतः संसर्गः संयोगः अपि च वह्नि इति पर्वतः वह्निमान् इति वाक्ये विशेष्यः पर्वतः वह्निमान् इति प्रकारता संसर्गः इति संयोगः इति विशेषविशेषण संसर्गता भासते. अस्याः अनुमितेः कारणं पर्वतः वह्निमान् इति अनुमितेः असाधारणकारणम् अस्ति अनुमानमिति उच्यते. एतादृशज्ञानवर्णनाय प्रथमं केचन संज्ञावाचकशब्दानां ज्ञानम् आवश्यकं. के ते शब्दाः इत्युक्ते पक्षः साध्यः हेतुः साधकः इति पूर्व यत्र अस्तु अनुमितेः पूर्वम् अज्ञातं यत् अनुमितौ विषयोः भवति तत् साध्यमिति उच्यते. अस्तु अनुमितेः पूर्वम् अज्ञातं यत् अनुमितौ विषयोः भवति इत्युक्ते अस्मिन् उदाहरणे वह्निः न ज्ञातं किन्तु अनुमितेः विषयः भवति, तत् अनुमितेः विषयं भवति, तदेव साध्यमिति उच्यते, तदेव इति साध्यम् उच्यते. यत्र तत् साध्यं सिद्ध्यति तस्य तत् तद्देशः सः देशः पक्षः इति उच्यते. येन येन साध्यस्य सिद्धिः भवति, साध्यस्य निरूपणं भवति, सः हेतुः, सः पदार्थः हेतुः इति उच्यते. अस्मिन् उदाहरणे साक्षात् चक्षुषा धूमः एव दृष्टः, धूमः एव हेतुः, हेतुः तत् धूमः, अतः वह्निः एव अनुवृत्तेः विषयः अस्ति, अतः तत् साध्यं. यत्र यत्सर्वं एतत् सर्वं सिद्ध्यति तत् तत् तत् पर्वतः, सः पर्वतः पक्षः इति उच्यते. धूमज्ञानात् पर्वते धूमज्ञानात् धूमस्य साक्षात् धूमं दृष्ट्वा पर्वते धूमं दृष्ट्वा वह्निः ज्ञानं यत् सिद्ध्यति तत् धूमेन वह्निः ज्ञानं सिद्ध्यति इति कृत्वा, वह्नेः ज्ञानं सिद्ध्यति इति कृत्वा धूमः हेतुः वा साधकः वा इति उच्यते. अस्तु, प्रश्नः अस्ति वा? अग्रे पठतु कृपया. पदस्वभावम् आदाय व्याप्तिपदार्थनिरूपणं कथं हि धूमः साधकः उच्यते? अस्ति धूमे वह्निसम्बन्धः व्याप्तिसंज्ञकः. व्याप्ति इति पदं पदार्थान् बोधयति. सत्यं पदं बोधकं. कथं तु तत् पञ्चपदार्थान् बोधयति उच्यते? पदानां बोधकता प्रसिद्धैव. घट इति पदं यदि स्वीकुर्मः तेन पदेन घटः, घटत्वं, समवायः इति त्रयाणाम् अर्थानां ज्ञानं भवति. अत्र अत्र अत्र अत्र धूमः कथं स्वादकः इति ज्ञायते. धूमः धूमे धूमं दृष्ट्वा धूमे वह्नेः सम्बन्धः अथवा व्याप्ति धूमे अस्ति इति कृत्वा धूमः धूमं दृष्ट्वा व्याप्तेः बोधनमपि भवति इति कृत्वा अस्तु. अनन्तरं व्याप्ति इति पदेन पञ्चपदार्थानां ज्ञानं भवति. ते के इति अग्रे प्रायः आगच्छति. सत्यं पदं बोधकं पदं बोधकम् इत्युक्ते पदेन यत्किमपि पदं वदामः तेन किमपि ज्ञानम् उत्पन्नं भवति इति पदं बोधकं खलु? आम्, इत्युक्ते एकेन पदेन कथं पञ्चपदार्थान् बुध्यते, तस्य उदाहरणम् अग्रे उच्यते. अस्तु, आम् अस्तु. कथं तु तत् पञ्चपदार्थान् बोधयति उच्यते? पदानां बोधकता प्रसिद्धैव. यदि घटम् इति पदं स्वीकुर्मः चेत् घटपदेन घटं, घटत्वं, घटघटत्वयोः मध्ये यत् समवायसम्बन्धः अस्ति त्रयः अपि त्रयाणाम् अर्थानां बोधः ज्ञानं भवति इति घटपदेन त्रयाणां पदानां त्रयाणां पदानां बोधनं भवति और् ज्ञानं भवति. तादृशशक्तिः अस्ति घट इति पदे. घटः घटत्वं समवायति इति बुध्यते खलु. चित्रे किमस्ति? चित्रे घटपदनिष्ठबोधपथनिरूप्य बोध्यता घट बोध्यतायाः आश्रयः घटत्वम् अथवा बोध्यतः आश्रयः समवायः बोध्यतायाः आश्रयः घटः इति वक्तुं शक्यते खलु. बोधकता इत्युक्ते बोधजनकता, बोध्यता इति बोध बोधविषयत्वम्. ज्ञानस्य विषयः त्रयः. सत्यं. स्पष्टमस्ति वा सर्वेषां? तर्हि अग्रे रामप्रिया भगिनी. आं महोदय. द्वितीयमस्ति, इदानीम् अन्यत् स्वर्गपदं स्वीकुर्मः. इदं च सुखं बोधयति, परन्तु तत् सुखं न शुद्धं सुखं, किन्तु दुःखेन असङ्कीर्णम्. सुखधारा तादृशी अत्र ईषद् अपि दुःखं न स्याद् स्यादिति यावत्. इदमेव सुखं दुःखा असम्भिन्नम् इति श्रूयते, तथा च स्वर्गपदेन दुःख असम्भिन्नं सुखं बोध्यते. इदानीं द्वितीयमस्ति, स्वर्गपदम् इति एकं पदं स्वीकुर्मः. तत्र स्वर्गम् इति पदेन सुखं बोधयति. तत्तु शुद्धसुखं नास्ति, किन्तु दुःखेन असङ्कीर्णम्. दुःखेन असङ्कीर्णम् इत्युक्ते दुःखं त्यक्त्वा इति वा? असम्बद्धम् दुःखं तत्र नास्ति इति. ईषदपि न्यूनमपि दुःखं न स्यात्, किमपि किञ्चिदपि दुःखं न भवेत्. अत्र शुद्धम् इत्युक्ते सामान्यं, शुद्धम् इत्युक्ते सामान्यसुखं, लौकिकसुखं, यत् सामान्यतया यद् अनुभवामः लोके, तत् सामान्यसुखं. तत्तु दुःख असम्भिन्नः नास्ति खलु. मध्ये मध्ये दुःखः आगच्छति, सुखात् पूर्वं दुःखः भवति, सुखस्य अनन्तरं दुःखं भवितुमर्हति, मध्ये भवितुमर्हति. तादृशं नास्ति. दुःखरहितसुखं नास्ति सामान्यसुखं, किन्तु स्वर्गः तथा नास्ति इति श्रुतम् इति शास्त्रेषु लिखितम्. स्वर्गे यत् सुखम् अस्ति तत्तु दुःखेन असम्बद्धं, दुःखसम्बन्धः नास्ति इति. सुखधारा तादृशी अत्र ईषदपि दुःखं न स्याद् इति यावत्. तत्र तादृशं सुखम् अस्ति यत्र किञ्चिदपि दुःखं नास्ति इति. इदमेव सुखं दुःख असम्भिन्नम् इति श्रूयते. एतत् सुखं यत् स्वर्गे वयं प्रायः अनुभवामः, तत् दुःख असम्भिन्नम् इति श्रूयते. तथा च स्वर्गपदेन दुःख असम्भिन्नं सुखं बोध्यते. यदि भवती जीवन्मुक्त भवति इदानीं, तद् स्वर्गम् अनुभवति. महोदय उक्तवान्, महोदय स्व इति आत्मा अस्ति, अवच्छेदकं शरीरं. सो शुद्धपदे अस्ति, तत्र स्वरूपसम्बन्धेन यथा दुःखसम्बन्ध सम्बन्ध अभिन्नत्वम् अस्ति, तत् अस्ति स्वरूपसम्बन्धेन सुखत्वम् इति समवायसम्बन्धेन. महोदय इति स्वयात्मा अवच्छेदकं शरीरम् इति अपि उक्तवान्. अत्र चित्रे किं प्रदर्शनं भगिनि? स्वर्गपदं पूर्वस्मिन् चित्रे चित्रतः कः भेदः इति अत्र अपि स्वर्गपदम् इति बोधकथा अस्ति स्वर्गनिष्ठबोधकथा इति तत्रापि बोधः इति ज्ञानं तत्तु समानमस्ति बोध्यता निरूपितबोध्यता बोधविषयत्वम् अस्ति परन्तु अत्र यद् ज्ञानत्रयं पूर्वस्मिन् चित्रे आसीत् तत् अत्र नास्ति सुखम् इति प्रायः विशेष्यः सुखम् इति विशेष्यः तत्र दुःख असम्भिन्नं दुःख असम्भिन्नम् इत्युक्ते दुःखस्य स्वरूपसम्बन्धः अभावः दुःखभावः अनन्तरं सुखत्वम् इति समवायसम्बन्धेन सुखे अस्ति एतद्द्वयं प्रकारता सम्बन्धं पूर्वस्मिन् पूर्वस्मिन् किम् आसीत् घटपदे किम् आसीत् विशेष्यः इति अस्माकं घटः समवायः इति संसर्गता समवाये संसर्गता अस्ति घटत्वम् इति घटत्वे प्रकारता अस्ति तत्र एका प्रकारता अत्र प्रकारद्वयं प्रकारौ द्वौ प्रकारौ प्रकारताद्वयं द्वौ एव प्रकारता स्त्रीलिङ्गं तदेव अस्ति द्वे प्रकारता इति अपि च महोदय उक्तं दुष्टं खनति इति दुःखं केन उक्तं सन्ध्या भगिन्या उक्तं वा दुष्टं खनति इति दुःखम् इति श्रुतं दुष्टं खनति इति वा ओ तस्मात् दुःखं न अवगच्छामि सम्पूर्णतया किन्तु इति श्रुतं मया एकत्र द्वयं खलु सत्यं तथैव खिन्न भवति ఈ సంవత్సరం వస్తుంది అట్లా లేక సంవత్సరం పేరు మనకి కింద భవతి ఇది వా ఓ అస్తు అది వేరు నాది అట్లా చూసుకో ఉంగాలి ఎప్పుడు వస్తుంది మనకి కశ్యపి ధ్వని అస్తి కశ్యపి గృహే కొత్త సంవత్సరం కృపయా మ్యూట్ కరతు అథవా కిమపి అస్తు అత్ర ఏకత్ర ద్వయం ప్రకారతా ద్వయం అస్తి ఖలు ఏకస్మిన్ విశేష్యే ప్రకారతా ద్వయం तादृशस्थितिः अत्र अस्ति खलु प्रश्नः अस्ति वा एतावता नो चेत् सरला भगिनी अग्रे पठति वा एकयो उक्तया पुष्पवन्तौ द्वाकर निशाकरौ सुकृत उच्चरितम् एव पुष्पवन्तपदं सूर्यं चन्द्रमसं च बोधयति इति तदर्थात् एकयो उक्तया एकया उक्तया पुष्पवन्तौ द्वाकरौ निशाकरौ यदि पुष्पवन्त इति पदेन द्वयस्य बोधं भवति द्वाकर अपि निशाकरः इति पुष्पवन्तपदेन मनसि आगच्छति इदानीम् अग्रे अस्ति चित्रं पुष्पवन्तपदं निरूपतिबोध निष्ठ भगिनी एकयोक्त्या इति कथं विभजनं कृतम् एकयोक्त्या एकया उक्त्या उक्त्या खलु न तु युक्त्या एकया उक्त्या सकृत् सकृत् इति कथनमिति भवति अत्र एकवारम् उच्चरितमेव पुष्पवन्तम् एकवारं वदामश्चेत् पदद्वयं बोधयति सूर्यम् अपि च चन्द्रमः सूर्यमपि चन्द्रमम् अपि सकृत् इति एकवारं कथनेन अर्थद्वयं सिद्ध्यति खलु अग्रे चित्रमस्ति पुष्पवन्तपद इति निष्ठबोधकता तत् निरूप्यति बोधयता सूर्यनिष्ठ सूर्यतां प्रकारता समवायसम्बन्धेन तद् भिन्नम् अस्ति चन्द्रनिष्ठ प्रकारता चन्द्रत्वे इति अस्ति समवायसम्बन्धेन तु अत्र पुष्पवन्तपदम् एकं किन्तु तस्य शाब्दबोधेन आगच्छति द्वे भिन्नौ प्रकारतौ भिन्नौ विशेषतौ विशेषतायाः ज्ञानम् इति भवति यथा पूर्वं स्वर्गपदेन एकं एकविशेष द्वौ प्रकारता तयोः ज्ञानम् आगच्छति घटपदेन एकविशेष एकप्रकारता तयोः ज्ञानम् आगच्छति इदानीं पुष्पवन्तपदेन द्वौ विशेषौ द्वौ प्रकारतयोः तयोः ज्ञानम् आगच्छति किन्तु तयोः मध्ये परस्परं कोऽपि सम्बन्धः नास्ति सूर्यस्य सम्बन्धः चन्द्रेण नास्ति द्वे भिन्नौ अस्ति इण्डिपेण्डेण्ट् भवति भिन्नौ भिन्नौ स्तः कोऽस्य पदस्य विशेषः अत्र द्वौ प्रकारौ तयोः विशेषयो अपि भिन्नौ स्वर्गपदस्थले एकस्मिन् एव सुखे उभयो प्रकारत्वम् इह तु सूर्ये सूर्यतं प्रकार चन्द्रे चन्द्रत्वं प्रकार इति विशेषद्वयं प्रकारद्वयं तु अत्र यथा इदानीम् अहम् उक्तवती भिन्नौ प्रकारौ भिन्नौ विशेषतयो तयोः मध्ये अपि परस्परं निरूप्यनिरूपकभावना अस्ति तत्र विच्छेदः अस्ति इति महोदय विच्छेदशब्दस्य उक्तवान् विच्छेदः अस्ति अग्रे पठामि गमनपदे अपि च अत्र घट इति पदेन कति पदार्थाः बुध्यन्ते घटपदेन त्रयपदार्था यथा विशेष तथैव अत्र अत्र पुष्पवन्तं पुष्पवन्तौ इति वदनेन नाना द्वे विशेषयो द्वे विशेषता सूर्यचन्द्र तस्मिन् विशेषता समवायसम्बन्धेन द्वौ प्रकारता सो नानाविधविशेषता नानाविधप्रकारता तयो मध्ये सम्बन्धम् अपि षट् पदार्थाः एकेन पदेन षट् पदार्थाः बुध्यन्ते खलु इति विशेषः अस्तु अग्रे लक्ष्मी भगिनी गमनपदेन गमनपदेन कस्य बोधः गमन इति पदं सम्प्रति पश्यामः उत्तरदेशे यः संयोगः तज्जनकक्रिया गमनपदेन बोध्यते इह हि चत्वारः पदार्थाः ज्ञाने विषयाः तत्रापि क्रियायां जनकत्वं प्रकारः जनकत्वे संयोगः प्रकारः संयोगे उत्तरदेशः प्रकारः इति उत्तरोत्तरविशेष्यविशेषणभावापन्नाः चत्वारः पदार्थाः गमनपदेन बोध्यन्ते अस्तु गमनपदेन किं किं ज्ञायते इति प्रश्ने सति प्रथमं गमनम् इति क्रियायाः एकवदक्रिया अस्ति गमनं तस्मिन् गमनक्रियायां जनकत्वं प्रकारः जनकत्वेन संयोगः प्रकारः इत्युक्ते संयोगे उत्तरदेशः प्रकारः इत्युक्ते प्रथमं गमनम् इति क्रिया क्रिया इति व्यापारः व्यापारः इत्युक्ते शब् पूर्वं दृष्टवन्तः खलु शब्द व्यापारः व्यापारः अत्र किमस्ति अत्र गमनम् इत्युक्ते उत्तरदेशसंयोग अनुकूला क्रिया इति तस्य किं लक्षणं तद् किमपि अस्तु तर्हि अत्र गमनक्रिया क्रिया अस्ति कीदृशक्रिया कीदृशी क्रिया जनकत्वक्रिया कीदृशजनकत्वं संयोगजनकत्वं संयोगस्य प्रकारता का उत्तरदेश इति भिन्नभिन्नप्रकारता क्रमेण आगच्छति खलु तयोः तेषां परस्परसम्बन्धः अपि अस्ति उत्तर उत्तरविशेषणविशेषणभावः अस्ति क्रियायाः विशेषणं जनकत्वं जनकत्वविशेषणं संयोगः खलु प्रकारता इत्यस्ति खलु उत्तरदेशसंयोगजनकत्व गमनक्रिया व्यापारः भवति सत्यं यथा महोदय उक्त देवदत्तग्रामं गच्छति साधु सो द गमनक्रिया व्यापारः गच्छति ग्रामम् उत्तरदेश भवति ग्रामं सो उत्तर गमनक्रिया व्यापारतेन तस्य जनकत्वं जनकत्वे संयोग संयोगत्वे उत्तरदेश सो एकमस्ति विशेषम् अन्यं भवति विशेषणं क्रियायाः विशेषणम् अस्ति जनकत्वं जनकत्वम् इदानीं भवति विशेषं तस्य विशेषणम् अस्ति संयोग संयोग भवति विशेषं विशेषस्य विशेषणं पुनः भवति उत्तरदेश इति परस्पर विशेषविशेषणभावः भवति धारा अत्र व्यापारः इति स्मर्यतां तत्र घट किं निर्देशं भवति तत्र चक्रभ्रमणं व्यापारः आसीत् खलु व्यापारः मध्ये आगच्छति मध्ये आगत्य कार्यं जनयति तज्जन्यजनकत्व अत्र तज्जन्यजनकत्वम् इत्युक्ते गमनक्रिया अत्र गमनक्रिया अत्र कार्यम् उत्तरदेशसंयोगः उत्तरदेशसंयोगः एव कार्यं तस्य जनकः गमनक्रिया गमनपदम् अस्तु कथं गमनपदम् अस्ति गमनपदं गमनपदेन गमनपदं गमनक्रियायाः बोधकः गमनक्रियायाः लक्षणम् उत्तरदेशसंयोगजनकः अस्तु उत्तरदेशसंयोगजनकत्वक्रिया गमनक्रिया अस्ति खलु गमनं तु क्रिया अस्ति कीदृशी क्रिया तत्सर्वं तर्हि क्रियायां किं विशेषता अस्ति तत्र भवति मुख्यविशेषता मुख्यविशेषता अन्य विशेष विशेषम् आगच्छति अन्यविशेषम् आगच्छति अग्रे अग्रे आगच्छति अग्रे पठतु कृपया पूर्वत्र पुनः आगच्छति लक्ष्मी भगिनि पूर्वत्र पूर्वत्र पुष्पवन्तपदस्थले चन्द्रे चन्द्रत्वं सूर्ये सूर्यत्वम् इति भानात् द्वे विशेष्यते स्तः इति तत् ज्ञानम् उक्तरीत्या समूहालम्बन इति उच्यते यस्य ज्ञानस्य नाना मुख्यविशेष्यताः भवन्ति तत् ज्ञानं समूहालम्बनम् इति उच्यते तत्र च सूर्यचन्द्रयोः परस्परं विशेष्यविशेषणभावो नास्ति. अतः विशेषतयोः अपि उभयनिष्ठयोः न निरूप्यनिरूपकभावः. प्रकृते च गमनपदेन जायमाने ज्ञाने प्रकारत्वविशेषत्वयोः अस्ति निरूप्यनिरूपकभावः. मुख्यविशेषता तु एका व्यापारनिष्ठा एव इति विशेषः. अस्तु, पुष्पवन्तं पदम् इत्युक्ते पूर्वं यः यः पुष्पवान् अस्ति इति यः पुष्पवान् इति प्रश्ने सति सूर्यः अपि बोध्यते, चन्द्रः अपि बोध्यते. सूर्यः भिन्नः, चन्द्रः अपि भिन्नः, तयोः मध्ये किमपि सम्बन्धः नास्ति. सूर्ये सूर्यत्वं, चन्द्रे चन्द्रत्वम् इति भिन्न भिन्नभिन्नविशेष्यः भिन्नभिन्नप्रकारता भिन्नभिन्नप्रकारता. यस्य ज्ञानस्य तादृशज्ञानं समूहालम्बनज्ञानम् इति उच्यते. एतादृशज्ञानं समूहालम्बनज्ञानम् उच्यते इत्युक्ते यस्य ज्ञानस्य नानामुख्यविशेषताः भवन्ति तत् ज्ञानसमूहालम्बनम् इति उच्यते. अत्र भिन्नभिन्नविशेष्यता इति कृत्वा तत् पुष्पवन्तः इति पदेन समूहालम्बनज्ञानं ज्ञानस्य आकारकः भवति. सूर्यचन्द्रयोः मध्ये परस्परविशेष्यविशेषणभावः नास्ति. अतः विशेषतयोः अपि उभयनिष्ठयोः न निरूप्यनिरूपकभावः. अतः विशेष्यतयोः इत्युक्ते सूर्यस्य वा चन्द्रस्य वा तयोः उभयनिष्ठयोः उभयनिष्ठयोः इत्युक्ते अत्र सूर्यत्वं चन्द्रे चन्द्रत्वं तत्र निरूप्यनिरूपकभावः. सूर्यचन्द्रयोः मध्ये निरूप्यनिरूपकभावः इत्युक्ते सूर्य एकः विषयः, चन्द्रः एकः अन्यविषयः विशेष्यः, तयोः मध्ये निरूप्यनिरूपकभावः नास्ति. गमनपदेन, प्रकृते च गमनपदेन, अस्माकं मूलविषयः गमनपदं. गमनपदेन यत् ज्ञायं यत् ज्ञानं जायमानः तत्र प्रकारं विशेष्यः तयोः मध्ये निरूप्यनिरूपकभावः अस्ति. अत्र प्रकारः क्रिया प्रकारक्रिया अत्र विशेष्यः क्रिया विशेष्यः क्रिया प्रकारः उत्तरदेशः तयोः मध्ये निरूप्यनिरूपकभावः अस्ति इति. मुख्यविशेषः तु एका व्यापारनिष्ठा एव इति विशेषः. मुख्यविशेष्यता क्रिया एका क्रिया व्यापारनिष्ठ एका विशेष्यता इति विशेष्यः इति विशेषः. अत्र क्रिया एव व्यापारः, क्रियानिष्ठा एका मुख्यविशेषता एव, व्यापारनिष्ठा एका मुख्यविशेषता, किन्तु प्रकारता बहवः. प्रकारता बहवः, एकः विशेषः किन्तु प्रकारता बहवः. अस्तु, चित्रस्य प्रदर्शनम् एतावत् न कृतम्, अग्रिमे वर्गे करिष्यामः. अस्तु, तावदेव पठितमे खलु सरला भगिनी? आमां महोदय. अत्र परस्परं किम् अस्ति इति अग्रे उच्यते. गमनपदज्ञानगमनपदजन्यं तत् कृतं वा? चित्रं न दर्शितं खलु? कृतं कर्तुं शक्नुमः, समयः जातः अपि, पुनः कुर्मः विस्तरेण तत्र किं किम् अस्ति इति अग्रिमे सप्ताहे. एतावत् प्रश्नः अस्ति वा? सर्वं स्पष्टमस्ति वा? लाभदायकः आसीत् वा? अवश्यं मम कृते तु लाभदायकः एव. सम्यक् तर्हि किं लक्ष्मी भगिनी सम्यक् आसीत् वा? सन्तोषजनकं सन्तोषजनकमासीत् स्वर्गपदम्. किं भगिनि अस्तु अस्तु सर्वेषां धन्यवादः. शुभरात्रिः. धन्यवादः. धन्यवादः. धन्यवादः.